अथ अनेनैव ये तस्मादर्वाञ्चलोकः धांश्च आप्नोति मनुष्यकामाश्च तस्मादुः ह एवमिदुद्गता ब्रूयान् कं ते कम् आगायानीति ये शक्येव कामगानस्य ईष्टेय एवं विद्वांसां गायति सां गायति। अथ अनेनैव चाक्षुषेणैव ये च एतस्मात् अर्वाञ्चलोक तांश्च आप्नोति मनुष्यकामाश्च चाक्षुषो भूत्वा इत्युक्ते तस्मादूह एवं वे उद्गाता ब्रूयात् यजमानं कम् इष्टं ते तव गानम् आगायानि इति। एष हि यस्मादुद्गाता कामगानस्य उद्गानेन कामं सम्पादितुम् ईष्टे समर्थः इत्यर्थः। कोऽसौ ययं विद्वान् सामगायति द्विरुक्तिः उपासनसमाप्त्यर्थः इति सप्तमखण्डभाष्यम्। अतः अष्टमखण्डः त्रयोः उद्गीते कुशलाभूः शिलकः शालावत्यश्चैकितायनो ताल्भ्यः प्रवाहणो जयवलिरिति ते हवूचुः उद्गीते वै कुशलाः स्म हन्त उद्गीते कथां वदामैते। अनेकधा उपास्यत्वनक्षरस्य प्रकारान्तरेण परोवर्यस्त्वगुणफलम् उपासनान्तरम् आनाय इतिहासस्तु सुखबोधनार्थ त्रयः त्रिसङ्ख्याकः ह इति ऐतिह्यार्थः उद्गीते उद्गीतज्ञानं प्रति कुशलः निपुणः बभूव कस्मिंश्चिद्देशे काले च निमित्तेव समेतानाम् इत्यभिप्रायः। न हि सर्वस्मिन् जगति त्रयाणामेव कौशलम् उद्गीतादिविज्ञाने श्रूयन्ते हि उषस्तिज्ञानश्रुतिकैकैः प्रभृतिः सर्वज्ञकल्पः। के ते त्रयः इति आह शिलकः नामतः शलावतो अपत्यं शालावत्यः चिकितायनस्य अपत्यं चिकितायनः दल्भगोत्रो दल्भ्यः द्वामुष्यायनो वा प्रवाहणो नामतः जीवलस्यापत्यं जैवलिः इति एते त्रयः तेः ऊचुः अन्योन्यम् उद्गीते वै कुशलाः निपुणाः इति प्रसिद्धः स्मः। अतो हन्त यदि अनुमतिर्भवताम् उद्गीते उद्गीतज्ञाननिमित्तं कथां विचारणा पक्षप्रतिपक्ष उपन्यासेन वदामः वादं कुर्मः इत्यर्थः। तथा च तद्विद्यसंवादे विपरीतग्रहणनाशः अपूर्वविज्ञान उपजनः संशयनिवृत्तिश्च इति। अतः तद्विद्यसंयोगः कर्तव्य इति च इतिहासप्रयोजनं दृश्यते हि शिलकादीनः तदेतिहासामुपविविशुः सः प्रवाहणो जैवलिवाच भगवन्तो अग्रे वदतां ब्राह्मणयोहं वदतोः वाचकं श्रोष्यामीति। तथा इति उक्त्वा ते समुपविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः सह प्रवाहणं जैवलिः उवाच इतरौ भगवन्तौ पूजावन्तौ अग्रे पूर्वं वदतां ब्राह्मण्योरिति लिङ्गा तु राजासु युवयोः ब्राह्मण्योः वदतोः वाचं श्रोष्यामि अर्थरहितामित्यपरि वाचमिति विशेषणम्। सः शिलकः शालयावत्यश्चैकितायं दाल्भिम् उवाच हन्तत्वा पृच्छामि इति पृच्छेति उवाच। उक्तयोः सः शिलकः शालावत्यः चैकितायं दाल्भ्यम् उवाच हन्त यदि अनुमन्यसे त्वा त्वां पृच्छामि इत्युक्तः इतरः पृच्छेति उवाच। का साम्नो गतिरिति स्वर इति उवाच स्वरस्य का गतिरिति प्राण इति उवाच प्राणस्य का गतिरिति अन्नमिति उवाच अन्नस्य का गतिरिति आप इति उवाच। लब्धानुमतिः आह का साम्नः प्रकृतत्वात् उद्गीतस्य उद्गीतो हि अत्र उपास्यत्वेन प्रकृतः परोवरीयांसम् उद्गीतम् इति च वक्ष्यते। गतिः आश्रयः परायणम् इत्येतत् एवं पृष्टो दाल्भ्य उवाच स्वर इति स्वरात्मकत्वात् साम्यः यो यदात्मकः स तद्गतिः तदाश्रयश्च भवति इति युक्तम् मृदाश्रयैव गढादि। स्वरस्य का गतिरिति प्राण इति होवाच प्राणनिष्पाद्यो हि स्वरः तस्मात् स्वरस्य प्राणगतिः प्राणस्य का गतिरिति अन्नमिति होवाच अन्नावष्टम्भो हि प्राणः शुष्यति वै प्राणः अर्थे अन्नात् इति श्रुतेः अन्नं दाम इति च अन्नस्य का गतिरिति आप इति होवाच अप्सम्भवत्वात् अन्नस्य अप त्वाङ्कागतिर्थी असौ लोकः इति उवाच अमिश्लोकस्याकतिर्थी न स्वर्गं लोकम् अतिनयीरिति उवाच स्वर्गं वयं लोककं सामापि संस्थापयामः स्वर्गसगं स्थावकं हिसामीति अपां काकतिर्थीम् असौ लोक इति उवाच अमुष्माद्धी लोकान् दृष्टिः समिवति अमुष्यलोकस्य काकतिर्थी पृष्टः दर्मि उवाच स्वर्गम् अमुं लोकम् अतीत्य आश्रयान्तरं साम न नयेत् कश्चिन् इति उवाच अतो वयमपि स्वर्गं लोकं साम अपि संस्थापयामः स्वर्गलोकप्रतिष्ठं साम जानीमः इत्युक्ते स्वर्गसंस्थावं स्वर्गत्वेन संस्थवनं संस्थावः यस्य तत्साम स्वर्गसंस्थाव हि यस्मात् स्वर्गो वै लोकः साम वेद इति श्रुतिः तगं शिलकः शाला उत्तिष्ठैकितायं दाल्भ्यम् उवाच अप्रतिष्ठितं वै किल ते दाल्भ्यसाम यस्तु एतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति तम् इतरः शिलकः शालावत्यः चैकितायनं दाल्भ्यम् उवाच अप्रतिष्ठितम् असंस्थितं परोवर्यस्त्वेन असमाप्तगति साम इत्यर्थः वै इति आगमं स्मारयति किल इति च दाल्भ्यते तव साम यस्तु असहिष्णुः सामवे एतर्हि एतस्मिन् काले ब्रूया कश्चित् विपरीतविज्ञानम् अप्रतिष्ठितं साम प्रतिष्ठितमिति एवं वाद अपराधिनां मूर्धाशिरः ते विपतिष्यति विस्पष्टं पतिष्यति एवम् उक्तस्य अपराधिनः तथैव तद्विपते न संशय न तु अहं ब्रवीमि इत्यभिप्रायः ननु मूर्धपातार्हं चेदपराधं कृतवान् अतः परेण अनुक्तस्यापि पतेन्मूर्ध न चेदपराधी उक्तस्यापि नैव पतति अन्यथा अकृताभ्यामः कृतनाशश्च स्यात् नैष दोषः कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेः देशकालनिमित्तापेक्षत्वात् तत्रैवं सति मूर्धपातनिमित्तस्यापि अज्ञानस्य परावव्यवहारनिमित्तापेक्षत्वमिति हन्तहम् एतद्भगवतो वेदानीति विद्धीति उवाचामि श्लोकस्य कागतिथि अयं लोक इति उवाच अस्य लोकस्य कागतिथिं न प्रतिष्ठां लोकमतिनीति उवाच प्रतिष्ठां वयं लोकं सामपि समगं स्थापयामहं प्रतिष्ठासगं स्थावकं हिसामीति एवमुक्तो दाव्याः हन्तहम् एतद्भगवतः भगवतः वेदानि यत् प्रतिष्ठं साम इत्युक्तः प्रत्युवाचशालावत्यः विद्धीति उवाच अमुष्यलोकस्य कागतिरिति पृष्टः दार्भेन शालावत्यः अयं लोक इति उवाच अयं हि लोको यागदानहोमादिभिः अमुं लोकं पुष्यति इति अधप्रधानं देवा उपजीवन्ति इति हि श्रुतयः प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठा इति अतः साम्नोपि अयं लोकः प्रतिष्ठा एव इति युक्तम् अस्य लोकस्य कागतिः इत्युक्तः आह शालावत्यः न प्रतिष्ठाम् इमं लोकम् अतीत्य नये साम कश्चित् अतो वयं प्रतिष्ठां लोकं साम अपि संस्थापयामः यस्मात् प्रतिष्ठासंस्थापं हि प्रतिष्ठात्मेन संस्कृतं साम इत्युक्ते इयं वै रथन्तरम् इति च श्रुतिः तगं ह प्रवाहणो जैवर्हि उवाच अन्तवद्वै किल ते शालावत्यसाम यस्तु एतर्हि ब्रूयान् मूर्धा ते विपतिष्ठेति मूर्धा ते विपतेति हन्तामेतद्भगवत्तो वेदानीति विद्धीति उवाच तम् एवम् उक्तवन्तं ह प्रवाहणो जैवर्हि उवाच अन्तवद्वै किल ते शालावत्यसाम इत्यादि पूर्व तदा शालावत्याः हन्तहमेतद्भगवत्तो वेदानीति विद्धीति उवाच इतर इति अष्टमखण्डभाष्यम् नवमः खण्डः अस्य लोकस्य काकतिर्थी आकाशदि उवाच सर्वाणि हवायमानि भूतानि आकाशादेव सम्पद्यन्त आकाशं प्रत्यस्तम्यन्त्य आकाशो हि एव येभ्यो जायान् आकाशः परायणम् अनुज्ञातः अहम् अस्य लोकस्य काकतिर्थी आकाशदि उवाच प्रवाहः आकाश इति च परः आकाशो वै नाम इति श्रुतिः तस्य हि कर्म सर्वभूतोत्पादकत्वं तस्मिन्नेव हि भूतप्रलयः तत्तेजो असृजतायां तेजपरस्यां देवतायाम् इति वक्ष्यते सर्वाणि हवै इमानि भूतानि स्थावरजङ्गमानि आकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमे सामर्थ्य आकाशं प्रति अस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमे हि यस्मान् आकाशैव ईभ्यः सर्वेभ्यो भूतेभ्यः जायान् महत्तरः अतः स सर्वेषां भूतानां परं महिनं परायणं प्रतिष्ठा त्रिष्वपिकालेषु इत्यर्थः स एष परोवर्यान् उद्गीतः स एषो अनन्तः परोवर्यो हास्य भवति परोवरीयसो हलोकां जयति एतदिं विद्वान् परोवरीयागं समुद्गीतमुपावस्ते यस्मात् परं परं वरीयः वरीयसोऽपि एष वरः परश्च वरीयांश्च परोवरीयान् उद्गीतः परमात्मा सम्पन्नः इत्यर्थः अत एव स एषः अनन्तः अविद्यमानान्तः तमेतं परोवरीयांसं परमात्मभूतम् अनन्तं येम विद्वान् परोवरीयांसम् उद्गीतम् उपास्ते तस्य एतत् फलमः परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हा अस्य विदिशो भवति दृष्टं फलम् अदृष्टं च परोवरीयसः उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तान् लोकान् जयति य एतदेवं विद्वान् उद्गीतम् उपास्ते तगम्हा एतमधिधन्ना शौनक उदरशाण्डिल्याय उक्त्वा उवाच यावत्तयेन प्रजायामुद्गीतं वेदिष्यन्ते परोवरीयो ह येभ्यः तावदस्मिन् लोके जीवनं भविष्यति किञ्च तमेतमुद्गीतं विद्वान् अतिधन्वानामतः शुनकस्य अपत्यं शौनकः उदरशाण्डिल्याय शिष्याय एतमुद्गीतदर्शनम् उक्त्वा उवाच यावत्ते तव प्रजायां प्रजासन्ततौ इत्यर्थः एनम् उद्गीतं त्वत्सन्ततिया वेदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो ह येभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्यः उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति तदामस्मिन् लोके लोक इति साय एदमेव विद्वान् उपास्ते परोवरीयेवया अस्य अस्मिन् लोके जीवनं भवति तदामस्मिन् लोके लोक इति लोके लोक इति तदा दृष्टेऽपि परलोके अमस्मिन् परोवरीयागं लोको भविष्यति इति उक्तवान् शाण्डिल्याय अतिधन्मा शौनकः स्यादेतत्फलं पूर्वेषां महाभाग्यानां नैदं युगीनानाम् इति आशङ्कानिवृत्त्याः स यः कश्चित् एतमेव विद्वान् गीतम् एतर्हि उपास्ते तस्यापि एवमेव परोवरीय एव अस्य अस्मिन् लोके जीवनं भवति तदा अमिष्मिन् लोके लोक इति नवमखण्डभाष्यम्।